गतश्लोके शुकस्य स्तुतिः यं प्रव्रजन्तं नाम गच्छन्तम् अनुपेतम् उपनयनसंस्कारवर्जितं तस्मात् पूर्वमेव गन्तुमुद्युक्तं कथं गन्तुमुद्युक्तं कीदृशं जनम् अपेतकृत्यं नाम अपसारितकर्माणि यस्य अपसारितानि कर्माणि यस्य सः अपेतकृत्यं भवति नाम संन्यासव्रतस्वीकारिणं शुकं विरहकातरः विरहकातरः व्यासः आजुहाव आहूतवान् कथमिति पुत्रेति पुत्र इति आजुहाव पुनश्च कथमाजुहाव तन्मयतया नाम तेन पूर्णः तन्मयः तन्मयतया आजुहाव पुत्र इति तर्हि तरुभिः उत्तरं दत्तम् अथवा तरवः ओ अस्तु शुकः अस्माकम् आत्मा अस्ति इति तन्मयतया तेन सङ्घटते अस्तु तथापि भवति तन्मयतया त्रवः अभिनेदुः नाम नादं कृतवन्तः प्रतिध्वनिं कृतवन्तः पुत्र इति व्यासस्य आह्वानस्य उत्तरं त्रवोभिनेदुः तन्मयतयाभिनेदुः तेन सर्वभूतहृदयं सर्वभूतेषु हृदये स्थितं शुकमुनिम् आनतोऽस्मि